गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि इदानीं हेत्वाभासस्य प्रभेदाः, पञ्चप्रभेदाः उक्ताः आरम्भे। तत्र प्रथमप्रभेदः अस्ति सव्यभिचारः। सव्यभिचारः अनैकान्तिकः, सः त्रिविधः, साधारण असाधारण उपसंहारिभेदात् इति उक्तं। तर्हि सव्यविचारः अनैकान्तिकः, ऐकान्तिकः, साध्यव्याप्यः, तद्भिन्नः इत्यर्थः। तं विभजते, सः त्रिविधः इति। तत्र साधारण असाधारण उपसंहारिभेदात् त्रिधा विभक्ता भवति सव्यविचारः। तत्र साध्य अभाववृत्तिः साधारणः, यथा पर्वतः वह्निमान् प्रमेयत्वात् इति। प्रमेयत्वस्य वह्नि अभाववति ह्रदे विद्यमानत्वात् इति कृत्वा अत्र प्रमेयत्वं, प्रमेयत्वे हेत्वाभासं कल्प्यते। किमर्थम् इति चेत् साध्य अभाववति तस्य वृत्तित्वमस्ति इति कृत्वा। साध्य अभाववत् वृत्ति, साध्य अभाववत् वृत्तिः किं? प्रमेयत्वम्। अतः प्रमेयत्वम् इति साधारणसव्यभिचारहेत्वाभासः। एवं सर्वसपक्षे विपक्षे व्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इति उक्तं। सपक्षम् इत्युक्ते यत्र निश्चयेन साध्यं भवति, तादृश अधिकरणमस्ति सपक्षः। यत्र उदाहरणमस्ति महानसे वह्निः, महानसे सर्वदा वह्निः भवेदेव इति कृत्वा वह्निः सपक्षः भवति। कस्य वह्ने, क्षम्यतां, महानसं सपक्षः भवति कस्य? वह्नेः। एवं ह्रदे यदा कदापि वह्निः न भवति इति कृत्वा ह्रदः विपक्षः भवति कस्य अपेक्षया? वह्नेः अपेक्षया। वह्निः इति साध्यं, साध्यनिश्चयवान् सपक्षः, साध्य अभावनिश्चयवान् विपक्षः इति अवगन्तव्यम्। अस्तु, सर्वसपक्षविपक्षव्यावृत्तः, व्यावृत्तः इति पदस्य अर्थः इति अनन्तरं पश्येम। पक्षमात्रवृत्तिः असाधारणः। यदि हेतुः केवलं पक्षे एव लभ्यते, तत्र यथा इति उदाहरणं यत्र न वक्तुं शक्यते, तादृशसन्दर्भः। शब्दः अनित्यः शब्दत्वात् इति। इदानीं शब्दत्वम् इति हेतुः केवलं शब्दे एव लभ्यते। शब्दत्वं हि सर्वेभ्यः नित्येभ्यः अनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः। शब्दत्वं केवलं शब्दे एव वर्तते। शब्दः शब्दत्वं केवलं शब्दे एव वर्तते इति कृत्वा शब्दत्वं, शब्दत्वे कथं वा दोषः इति चेत् अत्र एतद् शब्दः अनित्यः, यद्यपि वस्तुतः शब्दः अनित्यः एव गुणत्वात्, जायमानत्वात्, कार्यत्वात्, अपि च शब्दत्वं शब्दे एव वर्तते, तर्हि उभयमपि प्रमा एव। शब्दः अनित्यः इति प्रमा, शब्दत्वं शब्दे एव वर्तते इति तु सत्यं। किन्तु शब्दः अनित्यः शब्दत्वात् इति यत्र अनुमितिम् अनुमानं कुर्मः तत्र क्लेशः अस्ति। शब्दत्वं दुष्टहेतुः भवति। तं प्रति अनित्यत्वस्य शब्दे निरूपणार्थं शब्दत्वं समीचीनहेतुः नास्ति इति मूलग्रन्थे दत्तं। तस्मिन् विषये गभीरचिन्तनम् अग्रे भवति। तत्र प्रतिबन्धकज्ञानं किं, हेत्वाभासस्य वर्णनं, एतत् सर्वं क्रमेण वयं कुर्मः। किन्तु अत्र स्थूलरीत्या बोधं जातं, तर्हि तस्मिन्नेव विषये। तस्मात् पूर्वं ग्रन्थकारः किं करोति, हेत्वाभासस्य लक्षणं वदति अग्रे। इदानीमेव हेत्वाभासः इत्युक्ते कः इति लक्षणं भवति, तस्मिन् विषये आरम्भं कुर्मः। सत्यभौम भगिनी, आरम्भं करोतु भगिनि। यद्यपि 247 यद्यपि सर्वस्मिन् व्याख्याने मूलोक्तलक्षणानां विवरणमेव अस्माभिः कृतं। तत् विवरण उपयोगिनः अनेके पदार्थाः तत्र तत्र चिन्तिताः न मूलानुक्तं लक्षणमादाय सामान्यादि क्वचित् निरूपितम्। इद इह परं समन्वयादि क्वचित् निरूपितम्। इह परं हेत्वाभासलक्षणं प्रदर्श्यते, तत् सामान्यश्च प्रत्येकस्मिन् हेत्वाभासे बुद्धिवैषद्याय करिष्यते। तावत्पर्यन्तं हेतु आभासस्य लक्षणनिरूपणार्थं सामग्री यद् आवश्यकं तेषां विषये चिन्तितम् अस्ति। इतः परं साक्षात् हेत्वाभासस्य लक्षणविषये अस्माभिः पाठः प्रचलत् अस्ति वा, तद् अग्रे आयास्यति तस्मिन् विषये। किन्तु अस्मिन् परिच्छेदे किम् उक्तम्? अस्मिन् परिच्छेदे मूलोक्त मूलग्रन्थे यत् अस्य विवरणं कृतं, तत् विवरण उपयोगिनः अनेके पदार्थाः ये सन्ति तेषां विषय लक्षणं वयं दृष्टवन्तः खलु। अस्मिन् परिच्छेदे स्वशब्दैः वदतु, स्वशब्दैः वदतु। यद् अहं तद् अहं वदामि, इदानीं वयं प्रथम बहवः सामग्र्यः पठितवन्तः, तद् साक्षात् हेत्वाभासं लक्षणं न निरूपयिष्यति। सो ततः अनन्तरम् आगच्छति इति तस्मिन् विषये इदानीं पर्यन्तं तत् न पठितम्। यद्यपि सर्वस्मिन् व्याख्याने एतावत्पर्यन्तम् अस्मिन् ग्रन्थे मूलोक्तलक्षणानां विवरणमेव अस्माभिः कृतम्। मूलम् इत्यनेन किम् अवगन्तव्यम्? मूलग्रन्थे यदुक्तं तत् मूलग्रन्थः इत्युक्ते कः ग्रन्थः? विद्याधरी न विद्याधर्याः मूलग्रन्थः कः? न्यायशास्त्रम् तर्कसङ्ग्रहः अत्र साधारण असाधारण इति उपरिष्टन परिच्छेदे यद्दत्तं स्थूलाक्षरैः तत्सर्वं तर्कसङ्ग्रहात् उद्धृतमस्ति। ओके, तर्हि विद्याधर्याः मूलग्रन्थमस्ति तर्कसङ्ग्रहः। तर्कसङ्ग्रहस्य व्याख्यानमेव मूल विद्याधरी। ओके ओके, इदानीमेव भवत्याः अवबुद्धम् एव अहं स्पष्टतया कनेक्षन् जानाति महोदय। विद्याधरी इति ग्रन्थः कीदृशग्रन्थः इति चेत् तर्कसङ्ग्रहस्य व्याख्यानमस्ति विद्याधरी। प्रकरणग्रन्थम् सर्वत्र मूल विद्याधरीग्रन्थकारः किं करोति, मूलग्रन्थे यद् लक्षणमुक्तं तदेव स्वीकृत्य पदार्थनिरूपणं करोति। उदाहरणार्थं गन्धवती पृथिवी इति मूलग्रन्थे यदुक्तं, तस्य किञ्चित् तद् स्वीकृत्य किञ्चित् परिष्कारं कृत्वा गन्धवत्वं पृथिव्याः लक्षणम् इति वदति। किन्तु सर्वत्र मूलग्रन्थे यदुक्तं तद् आधारीकृत्य एव एतावत्पर्यन्तं सर्वं निरूपितम्। न मूल अनुक्तं लक्षणमादाय समन्वयादि क्वचित् निरूपितं, यद् मूले न उक्तं तद् अस्वीकृत्य नो चेत् तस्मात् पृथक् किमपि स्वीकृत्य किमपि न समन्वितं सम्पादितं साधितं ग्रन्थकारेण। इह परं हेत्वाभासलक्षणं प्रदर्श्यते, तत् समन्वयश्च प्रत्येकस्मिन् हेत्वाभासे बुद्धिवैषद्याय करिष्यते इति उक्तं। तर्हि इदानीम् अत्र अग्रे अग्रिमपरिच्छेदे यद् स्थूलाक्षरैः लिखितमस्ति खलु, यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति, तत्तु मूलग्रन्थे अस्ति वा इति चेत् प्रायः नास्ति। यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासम् एकनिमिषम् मूलानुक्तं लक्षणमादाय समन्वयादि क्वचित् निरूपितम् इह परं हेत्वाभासलक्षणं प्रदर्श्यते तत्सम्बन्ध तत्समन्वयश्च प्रत्येकस्मिन् हेत्वाभासे बुद्धिवैशद्याय करिष्यते इति उक्तम्। अस्तु अग्रे पठतु। आं महोदय, तद् अत्र हेत्वाभासलक्षणम् इत्थं दृश्यते यत् विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम्। इतः परं यस्मिन् यस्मिन् विशेष्ये यस्य यस्य भानमादाय परामर्श अनुमित्योः भ्रमत्वं सम्भवति तान् विशिष्य आदाय तत्रत्य हेत्वाभासे अस्य लक्षणस्य समन्वयप्रकारं तस्य च हेत्वाभासस्य हेतुनिष्ठत्वं च सम्पादयामः। पूर्वम् अभ्यर्षितत्वमादाय हेतुविशेषकक्रमाः त्रयः दर्शिताः। महोदय, भवान् प्रश्नं पृच्छतु, अहं वदामि। जानामि किं किम् अस्ति। एकनिमिषम्, अहं मूलग्रन्थं पश्यन्नस्मि। एकनिमिषम्, किञ्चित् परिवर्तितम्। व्यतिरेककेवलान्वयी सन्दिग्धसाध्यवान् पक्षः यथा धूमवृतो हे पर्वतः, निश्चितसाध्यवान् सपक्षः यथा तत्रैव महानसं, निश्चितसाध्य अभाववान् विपक्षः यत्र तथैव। अहं मूलग्रन्थात् तर्कसङ्ग्रहात् पठन्नस्मि। सव्यविचारविरुद्धसत्प्रतिपक्ष असिद्धिबाधिताः पञ्चहेत्वाभासाः। सव्यविचारः अनेकान्तिकः, सः त्रिविधः साधारण असाधारण उपसंहारिभेदात्। तत्र साध्य अभाववृत्तिः साधारणः अनैकान्तिकः यथा पर्वतः वह्निमान् प्रमेयत्वात्। तदनन्तरं सर्वसप्रपक्षे इति यथा शब्दः शब्दत्वम् अस्तु। तदनन्तरम् अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी अस्तु। तर्हि एतद्वाक्यम् एतद्वाक्यं मूलग्रन्थे नास्ति। तर्हि स्वयं व्याख्याकारः विद्याधरीग्रन्थकारः एतादृशलक्षणं स्थापितवान्। तत्र तदत्र हेत्वाभासलक्षणम् इत्थं लक्षणे इत्थं दृश्यते यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति हेत्वाभासस्य लक्षणम्। इतः परं यस्मिन् यस्मिन् विशेष्ये यस्य यस्य भानमादाय परामर्श अनुमित्योः भ्रमत्वं सम्भवति तान् विशिष्य आदाय तत्रत्य हेत्वाभासे अस्य लक्षणस्य समन्वयप्रकारं तस्य च हेत्वाभासस्य हेतुनिष्ठत्वं च सम्पादयामः। अत्र एतावत्पर्यन्तम् अस्माभिः किं चिन्तितम्? अत्र सप्तस्थलेषु भ्रमं भवति इति निरूपितं खलु, अवगतं। साध्यं, हेतुः, साध्यता अवच्छेदकः, अवच्छेदकः, पूर्वपक्षव्याप्तिः, सिद्धान्तव्याप्तिः, पक्षता अवच्छेदकम् इति सप्तस्थलेषु भ्रमः भवति खलु। तर्हि एतद् यद् स्थूलाक्षरैः लिखितमस्ति यद्विषयकत्वेन ज्ञानस्य अनुमितिः प्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति हेत्वाभासत्वस्य लक्षणत्वेन स्वीकृत्य प्रत्येकं हेत्वाभासं निरूपणीयम् इति अत्र उक्तम्। तावदेव। कुत्र कुत्र हेत्वाभासः भवति इति चेत् कुत्रचित् अनुमितौ हेत्वाभासः भवति, कुत्रचित् परामर्शे हेत्वाभासः भवति। पक्षता अवच्छेदके भ्रमः अस्ति चेत् अनुमितिज्ञाने एव हेत्वाभासः भवति। साध्यं साध्यता अवच्छेदकम् इति अस्ति चेत् एतदुभयमपि अनुमितिज्ञाने एव भवति। किन्तु हेतु तु हेतुः, हेतुतावच्छेदकं, पूर्वपक्षव्याप्तिः, सिद्धान्तव्याप्तिः इति चतुर्षु स्थलेषु यदा भ्रमः भवति तत्सर्वं परामर्शज्ञाने एव भवति इति कृत्वा तदेव अत्र उक्तम्। तत्रत्य हेत्वाभासे अस्य लक्षणस्य समन्वयप्रकारं तस्य च हेत्वाभासस्य हेतुनिष्ठत्वं च सम्पादयामः. हेत्वाभासः कुत्र भवेत्? हेत्वाभासस्य हेतुनिष्ठत्वं हेतौ भवेत् सर्वम् इति निरूपयामः इति तावदेव उक्तम्. अस्तु, इदानीम् अग्रे गच्छेमि. पठतु भगिनि. साधारणहेत्वाभासः इति प्रथमविधहेत्वाभासः अस्ति सव्यविचारः. तस्मिन् प्रथमविधभेदः अस्ति साधारणहेत्वाभासः इति. साधारणहेत्वाभासः हेतुविशेष्यकः साध्याभाववत् वृत्तित्वाभावप्रकारकः भ्रमः प्रथमः. हेतुविशेष्यक साध्याभाववत् वृत्तित्वाभावप्रकारकः भ्रमः प्रथमः. कुत्र जायं भ्रमः इति दर्शयितुं मूले साधारणं निरूपयति पर्वतः वन्यमान् प्रमेयत्वात् इति. प्रमेयत्वं हि अत्र हेतुः, तच्च केवलान्वयी जगन्मात्रवृत्ति इति निरूपितमेव. वह्निसाधने तस्य उपन्यासे तस्य साधारणा इति संज्ञा भवति. को अयं साधारणः? उच्यते व्याप्यस्य हि दौ धर्मौ साध्यसामानाधिकरण्यं. दौ धर्मौ साध्यसामानाधिकरण्यं साध्य अभाववृत्तित्वं. दौ धर्मौ व्याप्यस्य हि दौ धर्मौ साध्यसामानाधिकरण्यं साध्य अभाववत् वृत्तित्वम्. साध्य अभावत् अवृत्तित्वम्. ओ क्षम्यताम्, अवृत्तित्वम्. एतदेव पूर्वपक्षिलक्षणमस्ति खलु. साध्य अभावत् अवृत्तित्वम्. इदानीम् अस्मिन् परिच्छेदे किं किं दत्तं? प्रथमं भ्रमज्ञानस्य लक्षणं हेतुविशेष्यसाध्य अभाववत् अत्र अपि अवृत्तित्वम् अस्ति. अभाववत् अवृत्तित्वं नास्ति, अत्र वृत्तित्वमेव. वृत्तित्वाभावप्रकारकः हेतुविशेष्यक साध्याभावत् वृत्तित्व अभावप्रकारकः क्रमः. भ्रमज्ञानस्य आकारः कीदृशः इति हेतुविशेष्यकसाध्याभाववत् हेतुविशेष्यः इति किम्? अत्र आरम्भतः किञ्चित् चिन्तनीयम्. अत्र ज्ञानं कति विषयेषु भवन्ति? तिस्रः त्रिषु विषयेषु भवति खलु. त्रिषु आम् विशेष्यं प्रकार तेषां नाम किं? विषयाणां नाम किम्? विशेषः प्रकारः संसर्गः हा खलु. इदानीं संसर्गः इति त्यजतु. तर्हि इदानीं प्रत्येकं ज्ञाने विशेष्यः एकः भवेत्, प्रकारः अन्यः भवेत्. इदानीम् अत्र भ्रमज्ञानमुक्तम्, अत्र विशेष्यः कः? ओके, तद् विशेष्यः साधारणपक्षः भवति इदानीं. अस्मिन् वाक्ये विशेष्यः कः? उदाहरणं स्वीकृत्य वदामः वा महोदय? पर्वतः हेतु विशेष्यः इति अत्र हेतु विशेषक इति दत्तम्. तावदेव वक्तव्यं, तदेव पृष्टं खलु. किमर्थम् अन्यत् विशेष्यः हेतुः? हेतुः प्रकारः कः? साध्यं साध्य अभाववति सम्पूर्णं एकनिमिषं. साध्य अभाववति वत् वृत्तित्वाभावप्रकारः साध्य अभाववत् वृत्तित्व अभावः इति वक्तव्यं. समीचीनं. तर्हि इदानीम् अस्माकं पुरतः अस्ति ब्रह्मज्ञानं. ब्रह्मज्ञाने अपि विशेष्यः भवति महोदय. साध्य अभाववत् वृत्तित्व अभावः प्रकारः. मम ध्वनिः श्रूयते वा? आं महोदय, अहं तु श्रोतुं शक्नोमि. हा सत्य वा मम भगिनी? हा मम ध्वनिः श्रूयते किम्? हा श्रूयते मम नदी. अहं वदामि महोदय, साध्य अभाववत्. समीचीनं. तर्हि इदानीम् अस्माकं पुरतः ब्रह्मज्ञानमस्ति. ब्रह्मज्ञाने विशेष्यं किम् इति चेत् हेतुः प्रकारः कः? एकवारं पुनः वदतु. साध्य अभाववत् वृत्तित्वाभावः इति. हा साध्य अभाववत् वृत्तित्वाभावः इत्यस्य अर्थः कः? साध्य अभावः इत्यस्य अर्थः प्रथमं वदामि. साध्यस्य अभावः, तस्य वृत्तित्वं यत्र अस्ति तस्मिन् हेतोः अभावः इति एव. साध्य अभाववत् वृत्तित्वं वृत्तित्वे अभावः इति द्वितीयभागः भवति वा? क्रमेण चिन्तयतु. साध्य अभाववदि साध्य अभाव साध्यस्य अभावः साध्य अभावः साध्य अभाववत् वृत्ति साध्य अभाववत् वृत्तित्वम् इत्युक्ते साध्य अभाववदि यस्य विद्यमानत्वम् अस्ति इति वृत्तित्वम्. समीचीनं वा महोदय? भगिनी मम ध्वनिः श्रूयते वा न वा न जाने. मया न श्रोतुं शक्यते बहु प्रायः भगिन्या न श्रोतुं शक्नोति. भगिनी बहिः गत्वा आगच्छतु भगिनि कृपया. मेहुल् महोदय भवान् अस्तु भवान् अत्र म्यूट् मध्ये भवतु, तदा श्रूयते वा इति पश्येम. सत्यभामे भगिनी मम ध्वनिः श्रूयते वा? हरिः ओम्. हरिः ओम्. इदानीं श्रूयते वा महोदय? हा श्रूयते. अस्तु साध्य अत्र क्रमेण चिन्तयतु भगिनि. साध्य अभावः अहं प्रश्नं पृच्छामि, कृपया उत्तरं वदतु. साध्य अभावः इत्युक्ते किं? पृच्छतु महोदय. साध्य अभावः इत्युक्ते किम्? ध्वनिं न श्रूयते. हरिः ओम् वदतु महोदय. श्रूयते वा न वा? न श्रूयते अहम्. अस्तु तर्हि मेहुल् महोदय भवान् वदतु महोदय. आं महोदय. साध्य अभावत् वृत्तित्वाभावप्रकारः इत्यस्य अर्थः कः इति प्रतिपादयतु. आम् अस्तु. साध्य अभाव इत्युक्ते साध्यस्य अभावः. साध्याभाववत् इति अग्रिमपदमस्ति. तर्हि साध्य अभाववान् अत्र मतुप्रत्ययः अस्ति. तर्हि वत् इति नपुंसकलिङ्गपदम्, अतः अत्र साध्याभाववत् किम् इत्युक्ते अत्र उदाहरणं यदा स्वीकुर्मः चेत् अत्र पर्वतः वह्निमान् प्रमेयत्वात् इति उदाहरणमस्ति. तत्र प्रमेयत्वम् इति हेतुः अस्ति. तर्हि साध्याभाववत् इति वह्निः इति साध्यम्, अतः वह्नि अभाववत् किम् इति एव अर्थः साध्याभाववत् इत्यस्य. वह्नि अभाववत् कः किं किं भवति इति तस्य वृत्तित्व इति ह्रदः इति स्वीकरोतु. साध्याभावत् इति ह्रदः खलु? अस्तु हा तदेव अत्र उदाहरणे तत् नास्ति. अस्तु अस्तु. वन्य अभाववत् इति ह्रदः अस्ति. ह्रदे वृत्तित्व वृत्तित्व अभावः अस्ति. ह्रदनिष्ठ अत्र एवं वदतु महोदय, ह्रदनिष्ठवृत्तित्वं कस्मिन् अस्ति? हा ह्रदनिष्ठवृत्तित्वं हृदि मीनाः सन्ति इति चिन्तयतु। हा अस्तु, अन्यत् किमपि मीन, हा मीनाः अस्ति तस् मीन् मीनेषु सा वन्य अभाववद् वृत्तित्वम् अस्ति, वृत्तित्व अभावः, ह्रदनिष्ठ साध्य अभाववत् इति ह्रदः, साध्य अभाववान् इति ह्रदः, ह्रदनिष्ठवृत्तित्वं मीनेषु सन्ति, हा मीनेषु अस्ति किन्तु मीनेषु मीनेषु साध्यभावद् वद् वृत्तित्व अभाव इत्युक्ते अभावस्य प्रतियोगिता इति तावद् मा चिन्तयतु। अत्र केवलम् एतादृशं वदतु, साध्य अभाववान् इति ह्रदः, ह्रदनिष्ठवृत्तित्वं मीनेषु अस्ति, मीनेषु अस्ति किन्तु ह्रदनिष्ठ अवृत्तित्वं कुत्र अस्ति? ह्रदनिष्ठ नो चेत् वृत्तित्व अभावः। हा वृत्तित्व अभावः, ह्रदनिष्ठवृत्तित्व अभावः, अत्र यत्किमपि हृदे नास्ति तत् तत्र एव, तर्हि वन्नौ वन्नौ इति भवति। हा खलु, आम् आम् वह्नौ साध्य अभाववत् वृत्तित्व अभावः अस्ति। अस्ति सम्यक्, अस्तु तर्हि इदानीम् अत्र वह्नौ आगतं किन्तु अस्माभिः किं कर्तव्यं, कथञ्चित् तत्र प्रमेयत्वे आगन्तव्यमस्ति। सत्यं, प्रमेयत्वे इति कृत्वा अत्र इतोपि किञ्चित् अवगन्तव्यमस्ति, इति कृत्वा किञ्चित् अवगन्तव्यमस्ति इतोपि। अस्तु, कुत्र अयं भ्रमः दर्शयितुं भूतले भूले साधारणं निरूपयति इति चेत् पर्वतः वह्निमान् प्रमेयत्वात् इति, प्रमेयत्वम् इत्यत्र हेतुः, तच्च केवलान्वयी जगन्मातृवृत्ति इति निरूपितमेव, तद्बुद्धं खलु? आम् तत्र तत्तु केवलान्वयी इति एव अस्ति, तत्र इत्युक्ते सर्वं प्रमेयमस्ति इति कृत्वा, सर्वं किमपि प्रमेयत्व विना नास्ति, अतः तर्हि हेतु अभावः इति अप्रसिद्धः अस्ति, प्रमेयत्व अभावः इति नास्ति एव लोके पदार्थः। अतः वह्निसाधने तस्य उपन्यास्ये तस्य साधारण इति संज्ञा भवति इति उक्तम्। किमर्थम् अस्य हेतोः साधारणः इति नाम इति चेत् वह्निसाधने तस्य उपन्यास्ये तस्य साधारण इति संज्ञा भवति, अत्र किञ्चित् प्रतिपादयतु। अस्तु, अत्र यदा वह्नि इति साध्यमस्ति तदा अत्र अत्र प्रमेयत्वम् इत्यस्य साधारणसंज्ञा भवति। तस्य उपन्यासे इत्युक्ते कस्य? तस्य उपन्यासे इत्युक्ते प्रमेयत्व, प्रमेयत्वस्य उपन्यासे पुनः तस्य साधारणः इत्युक्ते तस्य इत्युक्ते किं? प्रमेयत्वस्य। हा उत्तमं, वह्निसाधने प्रमेयत्वस्य उपन्यासे प्रमेयत्वस्य साधारणः इति संज्ञा भवति। सत्यं, तर्हि इदानीं कोऽयं साधारणः इति प्रश्नः उच्यते, अग्रे। हा अत्र किमर्थमित्युक्ते अत्र व्याप्यस्य हि द्वौ धर्मौ साध्यसामानाधिकरण्यम् अपि च साध्याभाववत् वृत्तित्ववृत् अवृत्तित्वम् इति, तर्हि तर्हि तत्र किञ्चित् वदतु। हा द्वौ धर्मौ अत्र प्रमेयत्वे अस्ति, अतः एव तस्य साधारणसंज्ञा भवति। अत्र व्याप्यस्य इत्युक्ते अत्र व्याप्यमिति किं? व्याप्यमिति वह्निव्याप्यधूमः इति अस्ति, अतः अत्र सामान्यतया व्याप्यं किं भवति? हा व्याप्यमिति हेतुः भवति। उत्तमम्, अत्र व्यापकः इति साध्यं, सर्वदा व्यापकः इति साध्यमस्ति, व्याप्यमिति हेतुः अस्ति। सत्यं सत्यम्, अत्र हेतौ द्वौ धर्मौ इति अनुक्त्वा व्याप्ये व्याप्यस्य द्वौ धर्मौ इति उक्तम्। सत्यं सत्यं, हेतौ द्वौ गुणौ भवेत् इति पठितं खलु, तौ केवलं पुनः पक्षधर्मता अपि च व्याप्तिः। हा तर्हि हेतौ द्वौ गुणौ भवेत्, पक्षधर्मता अपि च व्याप्तिः, किन्तु व्याप्यस्य तर्हि व्याप्यत्वम् इति एकः धर्मः हेतौ भवेत्, अन्यत्तु पक्षधर्मता. तर्हि व्याप्यत्वं नाम किम् इति प्रश्नः. इत्युक्ते हेतौ द्वौ गुणौ भवेत्, एकं तु पक्षधर्मता, द्वितीयं तु व्याप्तिः. व्याप्तिः हेतौ अस्ति इत्युक्ते किं? व्याप्यत्वं हेतौ अस्ति इति अर्थः. तर्हि व्याप्यत्वं नाम किम् इति चेत् साध्यसामानादिकरण्यं साध्य अभाववत् अवृत्तित्वम् उभयमपि व्याप्यत्वम् इति. तत्र साध्यसामानादिकरण्यम् इत्युक्ते किम्? हा, अत्र साध्यम् अपि च व्याप्यं, व्याप्यः यः अस्ति द्वयोः, व्याप्यमित्युक्ते हेतुः इति स्वीकरोति. हा, हेतुः द्वयोः अपि समान अधिकरणे भवेत् तदेव साध्यसामानाधिकरण्यम् इति. उत्तमं. तदनन्तरं साध्य अभावत् अवृत्तित्वम् इत्युक्ते? हा, अत्र साध्याभाववत् यः अस्ति तस्य अवृत्तित्वम् अपि हेतौ भवेत् इत्युक्ते अत्र हन् वन्यभाववत् यः अस्ति, अत्र हृदः अस्ति, हृदः हृदस्य अवृत्तित्वं हेतौ भवेत् इत्युक्ते हृदनिष्ठ अवृत्तित्वं, हृदनिष्ठावृत्तित्वं हेतौ भवेत्. नो चेत् सामान्यभाषया वदामश्चेत् हृदे हेतुः न भवेत्. न भवेत्, सत्यं. तावदेव. सामान्यभाषया वदामश्चेत् हृदौ हेतुः न, हृदे हेतुः न भवेत्. आम् आम्. साध्यं यस्मिन् अधिकरणे अस्ति तत्र हेतुः भवेत् इति प्रथमः नियमः. अपि च साध्यं यस्मिन् अधिकरणे नास्ति तत्र हेतुः न भवेत्. इत्युक्ते इत्युक्ते साध्यसामानाधिकरण्यम् इत्युक्ते किम्? अन्वयव्याप्तिः. यत्र यत्र यत्र यत्र यत्र यत्र हेतुः तत्र तत्र साध्यं, खलु? आम्, सत्यम्. तर्हि साध्यसामानादिकरणीयम् इत्युक्ते यत्र साध्यं तत्र हेतुः इति उक्तं वस्तुतः. अत्र किञ्चित् भिन्नरीत्या उक्तं, किन्तु अन्वयव्याप्तिः तदेव. तदनन्तरं साध्य अभावत् अवृत्तित्वम् इत्युक्ते यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति व्यतिरेकव्याप्तिः. यदि यदा एतद्द्वयमपि निरूपितं भवति तदा व्याप्तिसिद्धिः. वस्तुतः अत्र किमस्ति इति चेत् अन्वयव्याप्तिः अस्ति, व्यतिरेकव्याप्तिः उक्तः अस्ति. तर्हि इदानीं चित्रं निरूपयतु. आम्, तदेव अत्र उल्लेखितमस्ति. प्रथमचित्रे अस्ति अधिकरणे साध्यमपि अस्ति हेतुः अपि अस्ति. तर्हि अधिकरणनिष्ठसाध्यम् अधिकरणनिष्ठहेतुः, अतः तयोः मध्ये सामानाधिकरण्यम् अस्ति. अतः अत्र व्याप्यः इत्युक्ते हेतुः, तस्य तस्मिन् साध्यसामानाधिकरण्यम् अस्ति एकः. उत्तमम्, उत्तमम्. अपि च अत्र इतोपि चिन्तयितुं शक्यते. वस्तुतः एतत् चित्रं किं निरूपयति इति चेत् पक्षधर्मता निरूपयति. हा, सत्यं, खलु? आम् आम्, पक्षधर्मता निरूपयति. पक्षे पक्षधर्मता निरूपयति. साध्यं कुत्र अस्ति? यदि पर्वतः वन्यमान् धूमात् इत्यत्र अधिकरणं किं? पर्वतः, पर्वतः साध्यमिति वह्निः, हेतुः इति धूमः, तदपि कुत्र अस्ति? पर्वते अस्ति. तर्हि साध्यसामानादिकरण्यम् इत्यनेन पक्षधर्मता स्वीकर्तुं शक्यते, अन्वयव्याप्तिः अपि स्वीकर्तुं शक्यते. अस्तु, अधोभागे. हा, अधोभागे अस्ति अत्र अधिकरणम्, अत्र पर्वतः इति अस्ति, साध्यं साध्यमिति वह्निः, तस्य अभावः. अत्र अधिकरणं यत् अस्ति तत्तु हृदः. तर्हि इदानीम् अत्र पर्वतम् इति मा स्वीकरोतु केवलं, किमर्थम् इत्युक्ते अत्र भ्रमः भवति खलु. आम् आम्, सत्यम् इति कृत्वा साध्य साध्य अभावत् अवृत्तित्वम् इत्यस्य ना इति इत्युक्ते किम् इति अत्र प्रदर्शितं तावदेव. हा, तावदेव. अत्र साध्याभाव अधिकरणे अस्ति, पुनः हेत्वाभाव इत्यस्य अवृत्तित्वम् अपि अधिकरणे अस्ति. साध्याभाववत् यः अस्ति तस्य अवृत्तित्वम् अधिकरणे अस्ति, तदेव. किन्तु अत्र वृत्तित्वम् इति लिखितम्. परन्तु शरः उपरि गच्छति. भवतु, अनेन किम्? तर्हि अनेन चित्रेण किं निरूपितम्? साध्य अभावत् अवृत्तित्वं निरूपितं वा साध्य अभावत् वृत्तित्वं निरूपितम्? साध्याभाववत् यः अस्ति तस्य वृत्तित्वम् अधिकरणे वृत्तित्वं नास्ति, वृत्तित्व अभावः खलु, तर्हि अवृत्तित्वमेव निरूपितम्। अवृत्तित्वम् एव अस्ति सत्यम्। अत्र एवं लिखितमस्ति, साध्य अभाववत् साध्य अभाववत् वृत्तित्व अभावः इति लिखितम्। तत्र अभावस्य स्थाने नै प्रयुज्य अवृत्तित्वम् इति अपि वक्तुं शक्यते। आम् आम्। तर्हि अनेन चित्रेण साध्य अभावत् अवृत्तित्वमेव उक्तमस्ति। अस्तु, इति व्याप्ये द्वौ धर्मौ भवेत् भवेताम्। अस्तु, अग्रे पठतु महोदय। अस्तु, यस्मिन् हेतौ तयोः मध्ये उभयं न भवति सः वक्ष्यमाणः विरुद्धः इति उच्यते। यथा वह्नि यथा पर्वते वह्निसाधने जलं विरुद्धम्। अस्तु, न हि वह्नेः अधिकरणेषु जलं सम्भवति, अतः तत्र साध्यसामानाधिकरणं नास्ति। तावदेव वदामि वा, अग्रे अपि अग्रेपि पठतु, सम्पूर्णं पठित्वा पङ्क्तिशः पश्यामि। अस्तु अस्तु। एवं वह्नि अभावस्य यानि अधिकरणानि हृदादयः तत्र वर्तते जलं, तर्हि तत्र वन्य अभावाधिकरणनिरूपितवृत्ति निरूपित अवृत्तित्वम् आगतम्। तस्मात् तत्र वन्य अभावाधिकरणनिरूपितवृत्तित्वाभावः नैव सम्भवति, अतः जले साध्यसामानाधिकरण्यं नास्ति। एवं साध्याभावाधिकरणवृत्तित्वाभावोऽपि नास्ति इति तद्विरुद्धम्। अस्तु, अत्र वयं दृष्टवन्तः हेतौ व्याप्यस्य द्वौ धर्मौ इति वयं दृष्टवन्तः। तर्हि हेतौ तयोः मध्ये इत्युक्ते साध्यसामान्यनीकरणीयम् एकम्, अपि च साध्याभाववद् अवृत्तित्वम् इति द्वितीयम्। उभयं यदा हेतौ न भवति तर्हि विरुद्धः सः विरुद्धः इति उच्यते। तत् अग्रे द्रक्ष्यामः विरुद्धः इत्युक्ते किम्। अत्र उदाहरणमस्ति, पर्वते वह्निसाधने जलं विरुद्धम् इत्युक्ते यदा वह्निः इति साध्यमस्ति, पर्वतः इति पक्षः अस्ति, तर्हि अनुमानवाक्यं वदतु अत्र। अनुमानवाक्यम् अस्ति, पर्वतः वह्निमान् पर्वतः वह्नि अभाववान् जलत्वात्। पर्वतः वह्निमान् जलत्वात्। ओ अस्तु, समीचीनं, पर्वतः वह्निमान् जलत्वात्। जलत्वात्, हा, तर्हि तत् विरुद्धम् इत्यस्य उदाहरणं खलु। हा सत्यम्, इति पञ्चम यदुक्तमस्ति, अत्र विरोधः इति उक्तं खलु। आम् आम् सत्यं, पञ्च तस्य उदाहरणमस्ति हेत्वा वासः। हा, तर्हि तस्य अत्र तस्य अर्थः भवति न हि वह्नेः अधिकरणेषु जलं सम्भवति। वयं जानीमः यत्र वह्निः अस्ति तत्र जलं न सम्भवति, अतः न भवान् एवं करोतु महोदय, अत्र यस्मिन् हेतौ तयोः मध्ये उभयं न भवति सः वक्ष्यमाणः विरुद्धः, तर्हि इदानीं पर्वतः वह्निमान् जलत्वात्, इदानीं हेतुः कः? जलम्। आम्, जले साध्यसामानाधिकरणं नास्ति, साध्य अभवत् अवृत्तित्वमपि नास्ति इति निरूपयति। अस्तु, अत्र साध्यसामानाधिकरण्यं जले नास्ति कि कथम् इत्युक्ते, अत्र पर्वतः वह्निमान् जलत्वात् इत्यस्मिन् उदाहरणे साध्यमस्ति वह्निः। अत्र वयं जानीमः यत्र यत्र यत्र जलमस्ति तत्र वह्निः न भवति, अतः अत्र पर्वतः वह्निमान् इत्यस्मिन् उदाहरणे यदि वह्निः इति साध्यमस्ति तर्हि तत्र जलं न भवितुमर्हति। अतः जलम् अपि च वह्नि इत्यनयोः मध्ये सामानाधिकरण्यं न भवति, द्वे अपि पर्वते न भवति, अतः तयोः मध्ये जले साध्यसामानाधिकरण्यं नास्ति। इत्युक्ते हेतुसाध्ययोः मध्ये विरोधः अस्ति। विरोधः हेतुसाध्ययोः विरोधः अस्ति, सः अनवस्थानविरोधः अस्ति। यत्र हेतुः भवति तत्र साध्यं न भवति, यत्र साध्यमस्ति तत्र हेतुः न भवति। नकुलसर्पयोः मध्ये इति कृत्वा साध्यसामानाधिकरण्यस्य अभावः, इत्युक्ते साध्यसामानाधिकरण्यं हेतौ नास्ति, समीचीनम्। अनन्तरं साध्य अभावत् अवृत्तित्वम्। हा, अनन्तरं साध्य अभावत् अवृत्तित्वम् इत्युक्ते अत्र वन्य अभाववत् इति भवति, तर्हि वन्य अभाववत् अवृत्तित्वम् इति अस्ति। जले साध्य अत्र वन्य अभाववत् इत्युक्ते ह्रदः ह्रदः, तर्हि ह्रदः रदनिष्ठ आवृत्तित्वं जले नास्ति खलु? नास्ति. हा, अतः एव इति कृत्वा साध्याभावत् आवृत्तित्वमपि नास्ति. अपि नास्ति, सत्यं. जलं तु हृदे अस्ति एव, अतः हा सत्यं. तर्हि उभयमपि नास्ति. उभयमपि नास्ति. तर्हि साध्यसामानादिकरण्यम् अपि च साध्याभावत् आवृत्तित्वम् उभयमपि यस्मिन् व्याप्ये हेतौ नास्ति तादृशहेतुः अस्ति विरोधः, विरुद्धः इति. विरुद्धं, हा, तदेव अन्तिम, तदेव लिखितमस्ति. हा, अतः जले साध्यसामानाधिकरणं नास्ति, एवं साध्याभाव अधिकरणवृत्तित्वम् अपि नास्ति, अतः तत् विरुद्धम् इत्युक्ते जलम् इति विरुद्धं भवति. अस्तु, तदेव इदानीं चित्ररूपेण लिखितमस्ति, तत् प्रदर्शयतु. आम्, अस्तु. अत्र वामभागे यत् चित्रमस्ति तत्र अधिकरणम् इति, अधिकरणे वह्निः अस्ति इत्युक्ते पर्वते वह्निः अस्ति, पुनः जलाभाववृत्तित्वं, हा, तर्हि जलं यत्र यत्र वह्निः अस्ति तत्र जलं नास्ति, अतः जलाभाववृत्तित्वम् अपि पर्वते अस्ति. न, जलाभाववृत्तित्वम् इति मा वदतु. जलाभावः इत्युक्ते जलस्य अभावः इति भवति. अतः एव शरः उपरिष्टात् अधो गच्छति. भवान् किं करोति, अधस्तात् उपरि गच्छति. वह्निः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे तन्निष्ठवृत्तित्व अभावः. ओ, अस्तु, हा, तन्निष्ठवृत्तित्व अभावः इत्युक्ते पर्वतनिष्ठवृत्तित्व अभावः जले अस्ति इत्युक्ते जलं पर्वते, जलं पर्वते नास्ति यदा वह्नि अस्ति. तर्हि तयोः मध्ये जले साध्यसामानाधिकरण्यं नास्ति इति आगच्छति. हा, सत्यं, साध्यसामानाधिकरणं नास्ति. अग्रिमं तत्र दक्षिण भागे यदा चित्रमस्ति तत्र अत्र साध्याभाव साध्याभाववत् आवृत्तित्वम् इति निरूपितमस्ति तत्र. तर्हि साध्याभावः इत्युक्ते वह्निः अभावः, अत्र वन्यभावः अधिकरणे अस्ति. वन्यभावनिष्ठ अधिकरणनिरूपितवृत्तित्व अभाव अभावाभावजलम् इति निरूपितमस्ति. जलाभावाभावः इत्युक्ते जलमेव, न जलाभावाभावः इति न वदतु, पुनः तदेव करोति. तदेव, अस्तु, अधस्तात् उपरि न गन्तव्यम्. अस्तु, अस्तु, हा, वन्ये अभावनिष्ठ अधिकरणनिष्ठवृत्तित्व वृत्तित्वाभावाभावश्रयजलम् इति अस्ति. वह्निः अभावः यस्मिन् अधिकरणे अस्ति हृदे तन्निष्ठवृत्तित्व अभावः, अवृत्तित्वं जले भवेत् किन्तु तन्निष्ठ अभावाभावः जले अस्ति. इति कृत्वा अत्र साध्याभावाभाववत् अवृत्तित्वं नास्ति. हा, सत्यम् इति आगतं, साध्याभाववत् अवृत्तित्वं जले नास्ति. तर्हि साध्यसामानादिकरण्यं जले नास्ति, साध्य अभावत् अवृत्तित्वमपि जले नास्ति. अतः इति कृत्वा एतदुदाहरणं पर्वतः वह्निमान् जलत्वात् इति विरोधस्य उदाहरणं भवति. विदो विरोधः इति कश्चन हेत्वाभासः अस्ति, एकविध हेत्वाभासः अस्ति, तस्य उदाहरणं भवति. परन्तु अत्र साधारणहेत्वाभावस्य एव निरूपणम् अस्ति तत्र, किमर्थं किन्तु तन्मध्ये एतदपि चिन्तितं ग्रन्थकारेण. हा, तदेव अत्र किञ्चित् भ्रमः, किमर्थं. हा, तर्हि सर्वे किं कुर्वन्तु अत्र क्षम्यता महोदय, अत्र पर्वतः वन्यमान् जलत्वात् इति वा हृदः वन्यमान्? हृदः वन्यमान्, पर्वतः वन्यमान् जलत्वात् सामानाधिकरणं पर्वतः अस्ति वा? हा, साध्यसामानाधिकरण्यं समान अधिकरणमस्ति पर्वतः. वह्निः इति साध्यं, जलम् इति हेतुः. किन्तु वह्नि अभाववती हृदे जलस्य अभावः इति भवान् उक्तवान् खलु. तत्तु द्वितीयं साध्य अभावत् अवृत्तित्वं. प्रथमं साध्यसामानादिकरण्यम् अस्तु, भवती एव वदतु. इदानीम् अस्माकं पुरतः अस्ति अनुमानवाक्यं पर्वतः वह्निमान् जलत्वात्. अत्र पक्षः कः? पर्वतः. साध्यं किम्? वह्नि. हेतुः कः? जलम्. इदानीं साध्यसामानादिकरण्यं जले अस्ति वा इति चिन्तनीयं, चिन्तयतु. यत्र यत्र जलं तत्र तत्र वह्निः इति भवति वा इति. किमर्थम् अत्र व्याप्तिः वदति? केवलं साध्यसामानादिकरण्यं. यस्मिन् अधिकरणे वह्निः अस्ति तस्मिन् एव अधिकरणे जलम् अस्ति वा इति एव खलु. सत्यं. तद् नास्ति. तद् नास्ति इति कृत्वा साध्यसामानादिकरण्यम् अस्ति वा न वा नास्ति खलु. नास्ति इति एकं. द्वितीयं साध्य अभाववत् अवृत्तित्वम् अस्ति वा अस्मिन् सन्दर्भे? वह्नि अभाववदि जलस्य अभाववान् कः? वह्नि अभाववान् जलं. ह्रदः. ओके. ह्रदः. मीनाः सन्ति किन्तु तत्र जलमस्ति वा न वा? ह्रदे जलमस्ति वा न वा? जलमस्ति. तर्हि साध्य अभाववति वृत्तित्वमस्ति खलु जले. अभाव साध्य अभाववति. साध्य अभाववति वस्ति अभाववति. जलवृत्ति अस्ति. जलमस्ति. इदानीं तर्हि अवृत्तित्वं नास्ति खलु. अवृत्तित्वं नास्ति. तदेव. तर्हि उभयमपि नास्ति. साध्यसामानादिकरण्यमपि जले नास्ति. साध्य अभाववत् अवृत्तित्वमपि जले नास्ति. इति कृत्वा अत्र एतत् चित्रमस्ति 176 इति चित्रं. तत्र विरोधः इति लिखन्तु. विरोधः. तदेव विरोधस्य प्रदर्शनम् अत्र दत्तमस्ति. हेत्वाभासः एकविध हेत्वाभासः अस्ति विरोधः. तस्य प्रदर्शनं तन्मध्ये साधारणहेत्वाभासः चिन्तयन्नस्ति सः, किन्तु तन्मध्ये एतदपि चिन्तितं भवतु. समीचीनं महोदय, धन्यवादः विमल् महोदय. अग्रे गच्छेम. अस्तु, रमेश महोदय पठति वा यस्मिन् इति आरभ्य. यस्मिन् आद्यः समानादिकरण्यांशः न भवति सः वक्ष्यमाणः असाधारणः भवति. यस्मिन् आद्यः समानादिकरण्य अंशः न भवति सः वक्ष्यमाणः असाधारणः भवति. तर्हि यस्मिन् समानादिकरण्यं नास्ति तत् तादृश असाधारणं भवति. यस्मिन् इतोपि किञ्चित् अस्तु. अत्र आद्यः इति किमर्थम् उक्तम्? तर्हि आद्यः इत्युक्ते आद्येयः यत् यः ददाति तत् आद्यः वा? न न न अत्र व्याप्यस्य हि द्वौ धर्मौ साध्यसामानादिकरण्यं साध्य अभावत् अवृत्तित्वम् इति द्वौ धर्मौ उक्तौ खलु. ओके. तत्र आद्यः यदस्ति साध्यसामानादिकरण्यं यदि एकस्मिन् हेतौ केवलं साध्यसामानादिकरण्यं नास्ति चेत् तादृशहेतुः असाधारणः भवति इति उक्तम्. यत्र उभयमपि नास्ति तद्विरोधः भवति. यत्र साध्यसामानादिकरण्यं नास्ति स च हेतुः असाधारणः भवति. बुद्धं खलु? आं महोदय. अस्तु, अग्रे पठतु. यथा शब्दः अनित्यः शब्दत्वात् इति अत्र अनित्यत्वस्य यानि निश्चितानि अधिकरणानि पक्षभिन्नाः घटादयः न तत्र शब्दवत्त्वम् अस्ति सा हि शब्दगत शब्दत्वं शब्दत्वं नास्ति शब्दत्वं शब्दत्वम् अस्ति सा हि शब्दगता जातिः शब्दः एव भवति अतः शब्दत्वरूपः हेतुः असाधारणः प्रतिपादयतु शब्दः अनित्यः शब्दत्वात् इति इत्येव वाक्यमस्ति तत्र समीचीनम् अनुमानवाक्यमस्ति तत्र शब्दः इति पक्षः अनित्यः इति साध्यं शब्दत्वात् इति हेतुः शब्दत्वम् इति हेतुः शब्दत्वम् इति हेतुः तत्र अधिकरणनिश्चितानि अधिकरणानि यानि निश्चितानि अधिकरणानि पक्षभिन्नाः तावत् पर्याप्तं महोदय भवान् इदानीं स्वचिन्तनं कर्तुं शक्यते अत्र साध्य इदानीं भवता उक्तं खलु शब्दः अनित्यः शब्दत्वात् इत्यत्र शब्दः पक्षः अनित्यः इति साध्यं शब्दत्वम् इति हेतुः तर्हि इदानीं हेतौ साध्यसामानाधिकरणीयमस्ति वा इति चिन्तयतु हेतौ साध्यं यदस्ति अनित्यः इति साध्यं शब्दत्वम् इति हेतुः शब्दत्वम् इति हेतुः तत्र तत् हेतुः केवलं शब्दे यत्र यत्र पक्षे एव तद् हेतुः अस्ति महोदय तादृशम् अत्र मया किं पृष्टं साध्यसामानाधिकरण्यम् अस्ति वा इति चिन्तयतु तावदेव चिन्तनीयं साध्य अनित्यत्वं समानाधिकरणम् अनित्यत्वं केवलम् अनित्यत्वं हेतौ अस्ति वा अनित्यत्वं शब्दत्वं न न अनित्यत्वं हेतौ अस्ति वा इति न चिन्तनीयम् हेतौ साध्यसामानाधिकरण्यम् अस्ति वा इति चिन्तनं करणीयं भवता तत् करोतु एवं चिन्तयतु महोदय अत्र प्रथमं साध्यसामानाधिकरण्यम् इत्यस्य अर्थः कः इति वदतु स्वशब्दैः वदतु साध्यः यदस्ति तद् पक्षः अपि सामान्य पक्षधर्मता अपि हेतौ भवेत् पक्षधर्मता पक्षः इति किमपि न वक्तव्यं केवलं साध्यसामानाधिकरण्यम् इति सामान्य संस्कृतशब्दः अस्ति तस्य अर्थः कः साध्यस्य अधिकरणं सामान्य अधिकरणं साध्यस्य सामान्य इति सामान्यमिति त्यजतु साध्यस्य अधिकरणं साध्यस्य अधिकरणं हेतौ भवेत् न न साध्यस्य अधिकरणं हेतौ भवति इति हेतुः अधिकरणस्य अधोभागे गच्छति इदानीं भवान् गृहे अस्ति खलु वर्षा भगिनी अपि गृहे अस्ति तस्मिन्नेव गृहे अस्ति तर्हि वर्षासामानाधिकरण्यं रमेश् महोदये अस्ति इत्युक्ते वर्षा भगिनी यस्मिन् गृहे अस्ति तस्मिन्नेव गृहे भवानपि अस्ति चेत् इदानीं वर्षासामानाधिकरण्यं रमेश् महोदये अस्ति इति वक्तुं शक्नोमि क्रुद्धं खलु एवं साध्यसामानाधिकरण्यम् इत्युक्ते किम् इति चेत् साध्यं यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे यदि हेतुः अस्ति तदा हेतौ साध्यसामानाधिकरण्यम् अस्ति इति वक्तुं शक्नुमः क्रुद्धं वा आं महोदय तर्हि इदानीं निरूपयतु शब्दः अनित्यः शब्दत्वात् अत्र साध्यं किम् अनित्यं पक्षः कः अनित्यः पक्षः शब्दः तर्हि साध्य अधिकरणं किम् साध्य अधिकरणं शब्दः सत्यं तावदेव सत्यं साध्य अधिकरणं शब्दः खलु तर्हि इदानीं साध्यसामानाधिकरण्यं हेतुः कः हेतुः शब्दत्वं साध्यसामानाधिकरण्यं हेतुः हेतौ अस्ति वा साध्यसामानाधिकरणं साध्य साध्यसामानाधिकरणं हेतौ अस्ति वा अस्ति हा अस्ति खलु हा साध्यम् इति अनित्यः साध्यस्य अधिकरणं शब्दः शब्दे शब्दत्वमस्ति वा इति चेत् अस्ति इति कृत्वा साध्यसामानाधिकरण्यं यदि एतद्वाक्यं स्वीकुर्मः तत्र साध्यसामानाधिकरण्यम् अस्ति किन्तु इदानीं घटः इति कीदृशपदार्थः नित्यपदार्थः वा अनित्यपदार्थः वा घटः इति अनित्यपदार्थः हा तर्हि अनित्यत्वम् इति साध्यं घटे अस्ति खलु घटे अस्ति किन्तु घटे शब्दत्वमस्ति वा घटे शब्दत्वं न भवति इति कृत्वा यदि अधिकरणं घटः इति स्वीकुर्मः तदा साध्यसामानाधिकरण्यं न भवति शब्दत्वे खलु यदि घटः इति अधिकरणं स्वीकुर्मः चेत् न भवति आम् न भवति तदेव अत्र लिखितं यथा शब्दः अनित्यः शब्दत्वादित्यत्र अनित्यत्वस्य यानि निश्चितानि अधिकरणानि पक्षभिन्नाः घटादयः न तत्र शब्दत्वमस्ति सा हि शब्दगता जातिः शब्दत्वं सा इत्युक्ते शब्दत्वम् इति शब्दगता जातिः शब्द एव भवति अतः शब्दत्वरूपहेतुः असाधारणः इति उक्तम् इत्युक्ते यदि घटः अधिकरणम् इति स्वीकुर्मः घटे अनित्यत्वमस्ति किन्तु घटे शब्दत्वं नास्ति इति कृत्वा साध्यसामानाधिकरण्यं घटे शब्दत्वे नास्ति इति कृत्वा शब्दत्वम् असाधारणः हेतुः इति उक्तम् बुद्धं खलु न समीचीनतया न बुद्धम् इति अहं चिन्तयामि किं किं किं न बुद्धं कः अंशः न बुद्धः यत्र सामानाधिकरणं घटादयः अस्ति घटे शब्दत्वम् अनित्यत्वं नास्ति अस्ति घटे अनित्यत्वम् अस्ति अनित्यत्वं तर्हि अनित्यं शब्दः अपि अनित्यः अस्ति इति यद् पक्षे अपि अस्ति अनित्यत्वम् अन्यस्मिन् देशे अपि अस्ति इति अन्वयहेतुः न वक्तुं शक्यते अन्वयव्याप्तिः न वक्तुं शक्यते महोदय तर्हि तत् सामान्य अधिकरणं न भवितुम् अर्हति इति वा हा यत्र यत्र शब्दत्वं तत्र तत्र अनित्यत्वम् इति वक्तुं शक्यते वा न वस्तुतः वक्तुं शक्यते किमर्थम् इत्युक्ते शब्दत्वं केवलं शब्दे एव भवति खलु शब्दः तु अनित्यः किन्तु अनित्यवस्तुनः भिन्नाः सन्ति शब्दभिन्नाः अनित्यवस्तुनः सन्ति तेषु शब्दत्वं नास्ति खलु इति कृत्वा साध्यसामानाधिकरण्यं शब्दत्वे नास्ति सर्वत्र शब्द सर्वत्र साध्यसामानाधिकरण्यं भवेत् यद् पक्षत्वेन स्वीक्रियते तत्रैव इति चेत् अत्र सङ्गच्छते शब्दः अनित्यः शब्दत्वात् इति वक्तुं शक्नुमः किन्तु अत्र कः क्लेशः इति चेत् यत्र यत्र अनित्यत्वमस्ति तत्र सर्वत्र शब्दत्वं नास्ति साध्यसामानाधिकरण्यं नास्ति इति कृत्वा एषः हेतुः असाधारणः हेतुः इति आगतम् बुद्धं वा? I think my problem is still in understanding samanya adhikaranam. I think that is where the thing is still not samanya adhikaranyam itasya udaharanam ekam vadatu bhavan eva chintayat bhinna udaharanam ha atra aham ekam udaharanam vadami sandarbham vadami tat swikritya vadatu idanim mama puratah utpitika asti उत्पीठिकायां पुस्तकमस्ति लेखनी अपि अस्ति तर्हि समानाधिकरणं भवति लेखन्याः समानाधिकरणम् अपि च पुस्तकस्य समानाधिकरणम् उत्पीठिका भवति हा समान अधिकरणम् उत्पीठिका भवति इति कृत्वा समानाधिकरण्यं कुत्र आगतम् उत्पीठिकायाम् आगतं न तदेव तत्रैव भवतः क्लेशः उत्पीठिका इति समान अधिकरणमस्ति कयोः सामान्याधिकरणं पुस्तके अपि लेखन्याम् आगच्छति हा समीचीनम् उत्तमं समानाधिकरण्यं लेखन्याम् अपि च पुस्तके अस्ति इति बोधः तर्हि सामानाधिकरण्यम् इति आदेशस्य धर्मः अस्ति न तु आधारस्य ययोः समान अधिकरणमस्ति तयोः मध्ये सामानाधिकरण्यम् इति भावः तर्हि इदानीं कः क्लेशः इति चेत् अनित्यत्वं घटे अस्ति किन्तु तस्मिन् शब्दत्वमस्ति वा नास्ति इति कृत्वा अत्र साध्यसामानाधिकरण्यं यदि घटः इति अधिकरणम् इति स्वीकुर्मः तत्र साध्यसामानाधिकरण्यं न कल्पयितुं शक्यते न वक्तुं शक्यते शब्दत्वे किमर्थमित्युक्ते यद्यपि अनित्यत्वम् इति साध्यं घटे अस्ति तथापि शब्दत्वं घटे नास्ति इति कृत्वा एषः हेतुः असाधारणः इति उक्तम् आम् बुद्धं खलु बुद्धं अस्तु समीचीनम् अग्रे गच्छेम अग्रे इदानीं वर्षा भगिनी वेरि बेसिक् डौट् महोदय वै आर् वि चेञ्जिङ्ग् द वाक्यं हियर् वै आर् वि सेयिङ्ग् वै आर् वि नाट् सेयिङ्ग् ओन्लि द ओरिजिनल् वाक्य आफ् शब्दः अनित्यः शब्दत्वात् वै आर् वि चेञ्जिङ्ग् इट् टु टेकिङ्ग् द अधिकरणं टु बि घटादयः एण्ड् देन् सेयिङ्ग् शब्दत्वं घटादये न अस्ति इति कृत्वा समानाधिकरणं नास्ति देन् देर् इस् नो उपयोग आफ् टेकिङ्ग् द शब्दः अनित्यः शब्दत्वात् इति वाक्यमेव अस्तु इदानीं शब्दः अनित्यः शब्दत्वात् इति अनुमानं समीचीनं वा असमीचीनं वा इति चिन्तनं यदि केवलं शब्दः अनित्यः शब्दत्वात् इति तदेव सन्दर्भं स्वीकुर्मः तदा तत्र साध्यसामानादिकरण्यम् अस्ति किमर्थम् इति चेत् अनित्यत्वं यस्मिन् शब्दे अस्ति तस्मिन्नेव शब्दत्वमपि अस्ति इति कृत्वा साध्यसामानादिकरणं निरूपितं भवति तदनन्तरं साध्य अभाववत् अवृत्तित्वं भवती चिन्तयतु इदानीं साध्य अभावत् अवृत्तित्वं चिन्तयतु अत्र साध्यमस्ति अनित्यः अनित्यत्वम् अनित्यत्वस्य अनित्यत्व अभाववृत्तित्वम् अत्र भवति न पुनः वदतु साध्य अभाववत् अवृत्तित्वम् एव किल महोदय सत्यं साध्य अभाववत् अवृत्तित्वम् अत्र साध्यमस्ति अनित्यत्वम् अनित्यत्वाभावस्य वृत्तित्वम् आल् आफ् यु आर् डूयिङ्ग् वन् मिस्टेक् तत्र वत् इति त्यजन्ति सर्वत्र तत्रैव क्लेशः भवति क्रमेण वदतु साध्यमिति अनित्यः तर्हि साध्य अभावः इत्युक्ते किम् साध्य अभावः इत्युक्ते अनित्यत्वस्य अभावः हा समीचीनम् अनित्यत्व अभावः खलु इदानीम् अनित्याद अनित्यत्व अभाववत् किं प्रथमं तद्वदतु शब्दः अनित्यत्व अभाव अभाववत् शब्दः वा शब्दे तु अनित्यस्य अभावः अस्ति किल महोदय शब्दे शब्दः इति गुणः अनित्यः इति कृत्वा तर्हि गुणः अनित्यः खलु तर्हि गुणत्व अभावः अस्ति वा अनित्यत्व अभावः गुणे अस्ति वा शब्दे अस्ति वा ओहो अनित्यत्व अभावः ऐ एम् सो सारी अनित्यत्व अभावः अस्ति मिस्टेक् आल् आफ् यु आर् डूइङ्ग् इस् लीविङ्ग् दिस् की वर्ड् वत् You have to think of the adhikaranam. Sadhya abhavavat kim iti vadatu prathamam. Sadhya abhavavat. Anitya abhavavan atra bhavati akashaha iti. Haa, kimapi nitya vastu. Yat kimapi nitya vastu vaktum shakyate kalu. Nitya vastu ni abhavasya, anityatva abhavaha asti iti kritva. Tarhi sadhya abhavavat iti kim akashaha. तन्निष्ठवृत्तित्वं शब्दे तु अस्ति वा शब्दः इति स्वीकुर्वन् किल महोदय तन्निष्ठवृत्तित्वं शब्दे अस्ति वृत्तित्वम् अस्ति वा अवृत्तित्वम् अस्ति वा वृत्तित्व अभावः अस्ति वा आकाशे तु शब्दः अस्ति एव किल महोदय शब्दत्वम् इदानीं हेतुः कः शब्दत्वम् इति शब्दत्वं शब्दे आकाशे शब्दः अस्ति न तु शब्दत्वं हा महोदय देयर् इस् वन् मोर् स्टेप् इन् बिट्वीन् आकाशे शब्दः अस्ति शब्दे शब्दत्वम् अस्ति तद् मा वदतु इदानीं मम प्रश्नः कः तस्य उत्तरं वदतु आकाशे शब्दत्वं आकाशे शब्दत्वं नास्ति आकाशे तु आकाशत्वम् एव अस्ति खलु तर्हि इदानीं निगमनं करोतु साध्य अभाववत् अनित्य अभाववत् आकाशे शब्दत्वम् अस्ति वा न वा नास्ति तर्हि शब्दत्वे किमस्ति शब्दत्वे किम् अस्ति वा साध्य अभाववत् अवृत्तित्वम् अस्ति उत्तमम् उत्तमं साध्य अभाववत् अवृत्तित्वं शब्दत्वे उक्तम् किन्तु साध्यसामानाधिकरण्यं नास्ति खलु परन्तु तत् वाक्यं स्वीकुर्मश्चेत् साध्यसामानाधिकरण्यम् अस्ति एव शब्दः आगत्य शब्दत्वात् स्वीकुर्मश्चेत् तदेव तस्मिन् सन्दर्भे अस्ति किन्तु यथा इदानीं साध्य अभाववत् इति आकाशः स्वीकृतः खलु शब्दः अत्र न स्वीकृतः यथा तथा तत्रापि कर्तव्यं साध्यसामानादिकरणीयम् इत्यत्र घटः स्वीकरणीयः अस्ति तर्हि साध्यसामानादिकरण्यं शब्दत्वे नास्ति यदि घटः इति अधिकरणं स्वीकुर्मः तदा नास्ति साध्य अभाववत् अवृत्तित्वमपि नास्ति यदि अत्र आकाशः इति अधिकरणं स्वीकुर्मश्चेत् साध्य अभाववत् अवृत्तित्वम् इति अस्ति किन्तु साध्यसामानादिकरण्यं नास्ति इति कृत्वा एषः हेतुः असाधारणः इति उक्तम् उभयत्र भिन्न अधिकरणमेव स्वीकृतं किमर्थमिति चेत् पक्षमेव यदि अधिकरणत्वेन स्वीक्रियते तर्हि निरूपितं भवति अत्र अनुमानं किमर्थं कर्तव्यम् अन्यद् उदाहरणं वक्तव्यं खलु इति कृत्वा शब्दः अनित्यः किन्तु शब्दत्वात् इति हेतुं स्वीकृत्य अत्र अनुमानं न कर्तव्यं तत्र क्लेशः अस्ति शब्दत्वम् इति हेतुः न सङ्गच्छते यद्यपि शब्दः अनित्यः इति वयं जानीमः तथापि अत्र अनुमानेन साधयितुम् इच्छामः चेत् तत्र कीदृशहेतुः स्वीकर्तव्यः इति चेत् शब्दत्वम् इति हेतुः स्वीकुर्मश्चेत् अत्र समीचीनं नास्ति भिन्नहेतुः स्वीकर्तव्यः अस्ति तर्हि इदानीं शब्दत्वम् इति हेतुः यद्यपि शब्दे अस्ति अतः हेतुः इव भासते किन्तु हेत्वा भासः एव तत् दोषपूर्णः एव तत् कीदृशदोषः इति चेत् तत्र असाधारणः असाधारणहेत्वाभासः अस्ति शब्दत्वे इति उक्तं बुद्धं खलु? अस्तु, समीचीनं. तर्हि भवती एव अत्र अत्र किमस्ति, अत्र चित्रमस्ति खलु, तत् परिशीलयतु. अनित्यत्वनिष्ठघटादये निष्ठ अनित्यत्वनिष्ठ इति किमर्थम्? अत्र शरः अधो आगच्छति, निष्ठ इति न वक्तव्यं खलु? सोरि महोदय, अनित्यत्वस्य अधिकरणं घटादये आश्रयः, यत्र उपरि गच्छति तत्र निष्ठ, यत्र अधो आगच्छति तत्र आश्रय. अनित्यत्व आश्रय घटादये घटादय निष्ठ वृत्तित्वस्य अभावः शब्दत्वे अस्ति. समीचीनं. हा, इति कृत्वा साध्यसमानाधिकरणं नास्ति इति जागतम् इति इति आगतम् खलु? हा महोदय. हा, अत्र द्वितीयचित्रम् अनित्यत्वाश्रय अभाव आश्रय अधिकरणम् अनित्यत्वस्य अभावः इति वदतु, अनित्यत्वस्य आश्रय अभावस्य इति वदतु. हा हा महोदय, अनित्यत्व अभावाश्रय अधिकरणे इत्युक्ते गगने, आकाशे आकाशनिष्ठवृत्तित्वस्य अभावः शब्दत्वे अस्ति इति कृत्वा साध्य अभावत् वृत्तित्वं निरूपितम्, किन्तु साध्यसामानाधिकरण्यं निरूपितम्. साध्य अभाववत् वृत्तित्व अभावः, अत्र अवृत्तित्वम् इत्यस्मिन् स्थाने वृत्तित्व अभावः इति चेत् साक्षात् चित्रमागच्छति. साध्य अभाववत् वृत्तित्व अभावः अपि च साध्य अभावत् अवृत्तित्वम् उभयमपि समानमेव. तर्हि शब्दत्वे साध्य अभावत् अवृत्तित्वमस्ति, नो चेत् साध्य अभावत् वृत्तित्व अभावः अस्ति, किन्तु किं नास्ति, साध्यसामानाधिकरण्यं नास्ति इति कृत्वा एषः हेतुः असाधारणः. पूर्वस्मिन् उदाहरणे पर्वते वह्निमान् जलत्वात् इत्यत्र उभयमपि नास्ति, जले साध्यसामानाधिकरण्यमपि नास्ति, साध्य अभावत् अवृत्तित्वमपि नास्ति इति कृत्वा स च हेतुः विरोधः. यत्र साध्यसामानाधिकरण्यम् एव नास्ति तत्तु असाधारणः. तर्हि इदानीं साधारणं किं, भवती एव ऊहां करोतु. साधारणम् अत्र भवति सामानाधिकरण्यं भवेत्, सामानाधिकरण्यं भवेत्, अपि च साध्य अभाववत् अवृत्तित्वम् अपि भवेत्. न भवेत्, अपि भवेत् नास्ति. But this is asadharanas example, no? Shabdhani. No, I'm asking you what is now, I want you to arrive at what is sadharana. Parvata vannima prameyatvadhiti vakhyavam, dhya? Tat tejatu, idhaniyam atra kevalam uham karoti iti maya prishtam, tavadeva. Yatra, ityukte, sadhya samanadhikaranam sadhya abhavad avrittitam, ubhayam api asti che, tat samichina hetu hasti. Ha. Yatra ubhayam api nastu hi, तादृशहेतुः विरोधः. यत्र साध्यसामानाधिकरण्यम् एव नास्ति तत्तु असाधारणः. तर्हि साधारणः इत्युक्ते किम्? अत्र साध्यसामानाधिकरण्यम् अस्ति परन्तु साध्य अभावत् वृत्तित्वं नास्ति. साध्य अभावत् अवृत्तित्वं नास्ति. गेटिङ्ग् कन्फ्यूस्ड् महोदय. नो नो, ऐ यु आर् नाट् फालोयिङ्ग् मै क्वश्चन्. ऐ एम् नौ ट्रैङ्ग् टु से वाट् इस् साधारणहेतु. If both is not there, then it is virodha hetu. If sadhya samanadhikaranyam alone is not there, it is asadharana hetu. Then what is sadharana hetu is my question. You should answer that. I am expecting you to say is, yatra sadhya abhavat avrittitvam nasti tadeva sadharana hetu. Iti vaktam. बुद्धं वा? हेतौ साध्य अभाववत् वृत्तित्वं भवेत् किल महोदय अत्र, परन्तु सामानाधिकरण्यं न भवेत्। हा न, वृत्तित्वं नास्ति, अवृत्तित्वं भवेत्। हा इत्युक्ते वृत्तित्व अभावः भवेत् इति, वृत्तित्वं न भवेत् इति, साध्य असाध्य अभावत् अवृत्तित्वं न भवेत् इति अस्ति चेत् तत् साधारणहेतुः भवति। सिम्पल् डिडक्षन्, साध्य अभाववत् वृत्तित्वं हेतौ भवेत्, साधारण हेतु अभासि अत्र। ओके अस्तु, सद्हेतुः इत्युक्ते किम्? सद्हेतुः इत्युक्ते हेतौ पक्षधर्मता अपि अस्ति, अपि च व्यापिव्यापकभाव अपि अस्ति इति। साध्यव्याप्य, सद्व्याप्यः इत्युक्ते किम्? अत्र साध्य अभाववत् प्रवृत्तित्वम् अस्ति इति। सद्व्याप्यः, सद्व्याप्ये द्वौ गुणौ भवेत् खलु, द्वौ धर्मौ भवेत्। महोदय साध्यसामानाधिकरणं साध्य अभाववत् वृत्तित्वम् इति वा? हा, पुनः वदतु। साध्य सामानाधिकरण्यम् अपि च साध्य साध्य अभाववत् अवृत्तित्वम्। उत्तमम्। इति द्वौ धर्मौ यस्मिन् व्याप्ये अस्ति तादृशव्याप्यः अस्ति सद्व्याप्यः। वर्षा भगिनी, बुद्धं वा? हा महोदय, exactly. So now from there I am asking you to make a deduction. Sadvyapyah ityukte kim? Sadhya samanadikaranyam apicha sadhya abhavat avrittitvam ubhayam api yasmin vyapye asti tadrsha vyapyah asti sadvyapyah ubhayam api yasmin vyapye nasti tasya nama kim? Virodaha. Sadhya samanadikaranyam nasti chet tasya nama kim? Asadharana. इदानीं साधारणः इत्युक्ते किम्? ओके, साध्य अभाववत् आवृत्तित्वं भवेति, साध्यसामानाधिकरण्यं। प्लीस् डोण्ट् थिङ्क् इन् युर् मैण्ड् गिव् अन् आन्सर् बिकास् यु सेड् इट् राङ्ग्लि नौ। हा महोदय, अत्र साधारणमित्युक्ते किम्? साधारणमित्युक्ते अत्र साध्यसामानाधिकरण्यं नास्ति। न, if sadhya samanadikaranam is not there it is asadharana. Yes mother, sadhya samanadikaranam asti parantu sadhya abhavavat avrittitvam na asti tadeva asti sadhya abhavavat avrittitvam iti maya uktam. Tadrisham bha vadatu kimartam ityate asmakam vyaptihi kaha sadhya abhavavat avrittitvam iti eva vyaptihi kalu. Ha mother, so say it as abhavasi abhavah, don't say it as bhavah. Okay mohan, okay, I understood my mistake. Okay, ha sadhya abhavat avrittitvam na bhavet yasmin hetau nasti sacha hetuhu sadharana hetuhu iti. Astu tarhi punah am vadishyami sadvyapyah ityukte yasmin sadhya samanadikaranyam sadhya abhavat avrittitvam ubhayam api asti स च व्याप्यः सद्व्याप्यः यस्मिन् उभयमपि नास्ति तादृशव्याप्यः अस्ति विरोधः यस्मिन् साध्यसामानादिकरण्यम् एव नास्ति स च असाधारणः व्याप्यः यस्मिन् साध्य अभावत् अवृत्तित्वम् एव नास्ति स च व्याप्यः अस्ति असाधारणः इति जातम्। बुद्धं खलु? अस्तु, समीचीनम्। अस्तु तर्हि इदानीं स्वामिमहोदय पठति वा शब्दत्वे इति आरभ्य। आं महोदय, शब्दत्वे हि साध्यसामानाधिकरण्यं नास्ति. साध्यस्य व्याप्तिः तु साध्याभाववत् वृत्तित्वरूपा वर्तते. पुनः पठतु. साध्यस्य व्याप्तिः तु साध्याभाववत् अवृत्तित्वरूपा वर्तते. वृत्तित्वरूपा इति भवता पठितम्. आं महोदय. यु हाव् टु बि वेरि केर्फुल् वेन् यु रीड्. तर्हि निरूपयति वा एकवारं शब्दत्वे साध्यसामानादिकरण्यं नास्ति कथम्? हरि ओम्. आं महोदय, अहं चिन्तयामि निरूपणम्. उपरि चित्रे तदेव दत्तमस्ति खलु. साध्यमिति किम् इदानीम् अत्र अनुमागम अनुमानवाक्यं किम्? शब्दः अनित्यत्वं प्रमेयत्वात्. यू हाव् मिक्स्ड् अप् त्री डिफरेण्ट् अनुमानवाक्ये स्म. शब्दः अनित्यः शब्दत्वात् इति वाक्यम्, तदेव अनुमानवाक्यं. शब्दः अनित्यः शब्दत्वात् इति अनुमानवाक्यम्. तर्हि इदानीं निरूपयतु. शब्दत्वे साध्यसामानादिकरण्यं नास्ति इति उक्तं खलु, कथम्? एवं चिन्तयतु, क्रमेण चिन्तनीयं महोदय, किमपि क्लेशः नास्ति. शब्दः अनित्यः शब्दत्वात् इति अनुमानवाक्ये साध्यं किम्? अनित्यः. तर्हि अनित्यस्य अधिकरणं किं? यत्किमपि अनित्यवस्तु स्वीकरोतु. रूपं महोदय. घटः किमर्थम् अत्र? घटः घटः. उपरि तदेव दत्तमस्ति खलु, घटादयः इति दत्तमस्ति खलु. घटादयः दत्तम्. आं. तर्हि घटः इति स्वीकरोतु. अनित्यत्वं घटे अस्ति वा? आं महोदय, अस्ति. इदानीं हेतुः कः? शब्दः अनित्यः शब्दत्वात् हेतुः कः? शब्दत्वात्. शब्दत्वम् इति हेतुः. शब्दत्वात् इति मा वदतु, शब्दत्वम् इति हेतुः. अस्तु, तर्हि अनित्यत्वम् इति साध्यं घटे अस्ति, किन्तु घटे शब्दत्वम् अस्ति वा न वा? घटे शब्दत्वं नास्ति. इति कृत्वा साध्यसामानादिकरण्यम् इदानीं शब्दत्वे अस्ति वा न वा? नास्ति. तदेव अत्र लिखितं, तदेव निरूपणीयं. तर्हि निरूपयतु इति चेत् भवता किं किं वक्तव्यम्? अनित्यत्वम् इति साध्यम्, अनित्यत्व अधिकरणं घटः, घटे शब्दत्वं नास्ति इति कृत्वा यदि घटे शब्दत्वम् अस्ति तर्हि साध्यसामानादिकरण्यं शब्दत्वे भवति, किन्तु शब्द घटे शब्दत्वं नास्ति इत्यतः साध्यसामानादिकरण्यं शब्दत्वे नास्ति इति निरूपितं. व्यतिरेकं. तदनन्तरं साध्यस्य व्याप्तिस्तु साध्य अभावत् अवृत्तित्वरूपा वर्तते. तर्हि इदानीं शब्दत्वे साध्य अभाववत् अवृत्तित्वं निरूपयतु. अत्र वर्तते इति उक्तं, साध्य अभावत् अवृत्तित्वम् अस्ति इति उक्तं, तद् निरूपयतु. दक्षिणचित्रे नीत्वा महोदय. अनित्यत्वाभावः तु आकाशे अस्ति. सत्यम्. वृत्तित्वाभावः साध्यः अनित्यः महोदय. अनित्यत्वाभावः आकाशे अस्ति शब्दः तु आधेयः अस्ति आधारः तु किमर्थं शब्दः इति वदति शब्दस्य विषये किमर्थं चिन्तनं शब्दत्वं हा समीचीनं शब्दः शब्दत्वम् अनयोः मध्ये महान् भेदः अस्ति शब्दत्वम् इति जातिः शब्दः इति गुणः अस्ति अस्तु तर्हि शब्दत्वं शब्दत्वम् आकाशे अस्ति शब्दत्वम् आकाशे अस्ति वा शब्दत्वं शब्दे अस्ति महोदय किन्तु शब्दे शब्दः शब्दत्वम् आकाशे अस्ति वा न न न न तर्हि शब्दत्वम् आकाशे अस्ति इति न वक्तव्यं शब्दत्वम् आकाशे नास्ति शब्दः एव आकाशे अस्ति शब्दत्वं तु केवलं शब्दे अस्ति इति कृत्वा गगनस्य अपेक्षया अत्र वृत्तित्वं शब्दत्वे अस्ति वा न वा गगननिष्ठवृत्तित्वं शब्दे अस्ति वा नो चेत् गगननिष्ठवृत्तित्व अभावः शब्दत्वे अस्ति वा गगननिष्ठ अभावत्वम् अस्ति गगननिष्ठवृत्तित्व अभावः इति वदतु अभावत्वम् इति न मा वदतु स्पष्टतया वक्तव्यं भवान् तु अवगच्छति किन्तु यदा वदति तत्र इतोपि स्पष्टता भवेत् गगने गगननिष्ठवृत्तित्व अभावः शब्दत्वे अस्ति इति कृत्वा साध्य अभाववत् अवृत्तित्वं शब्दत्वे निरूपितं किन्तु साध्यसामानादिकरण्यं नास्ति इति कृत्वा शब्दत्वम् असाधारणः हेतुः बुद्धं खलु आं महोदय साध्यसामानादिकरण्यम् अग्रे पठतु यस्मिन् हेतौ तु द्वितीयः यस्मिन् हेतौ तु द्वितीयः अंशः न भवति स एव साधारणः द्वितीय अंशः कः साध्याभाववत् अवृत्तित्व हा सत्यं साध्याभाववत् अवृत्तित्वम् इति अंशः यस्मिन् हेतौ न भवति स च हेतुः साधारणः इति उक्तम् बुद्धं खलु आं महोदय अस्तु अग्रिमचित्रमस्ति तत् पश्यतु हेतुनिष्ठाधिकरण हेतुनिष्ठाधिकरण इति किमर्थं वदति शरः अधो गच्छति अधिकरणं हेतुः अस्ति वा हेतुः अधिकरणे अस्ति वा हेतुः अधिकरणे अस्ति तर्हि हेतुनिष्ठ इति न वक्तव्यं निष्ठ इति वदति चेत् तद् अधिकरणं भवति अधिकरणे एव निष्ठ इति पदप्रयोगं कर्तुं शक्यते वदतु शरः अधो गच्छति चेत् किं वक्तव्यं किं पदं प्रयोक्तव्यम् आश्रय इति पदं प्रयोक्तव्यं शरः उपरि गच्छति चेत् निष्ठ इति पदं प्रयोक्तव्यं दिस् इस् वाट् वी लर्न् इन् द फस्ट् क्लास् आफ् न्याय वदतु अत्र चित्रं पश्यतु हेत्वाश्रय अधिकरणनिष्ठ साध्याभाव आश्रय अधिकरणनिष्ठवृत्तित्वं हेतुः वृत्तित्वाश्रयः हेतुः अस्तु इत्यस्य अर्थः कः हेतुः अस्ति साध्याभाव वृत्तित्वं हेतौ अस्ति. एतत् चित्रं दृष्ट्वा भवान् किम् अवगच्छति? साध्य अभावत् वृत्तित्वं हेतौ अस्ति इति भवान् उक्तवान् खलु? आं महोदय. इत्युक्ते हेतौ हेतुः यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे साध्य अभावः साध्य अभाववत् वृत्तित्वं वृत्तित्वम् अस्ति इति उक्तं. वस्तुतः किम् अपेक्षितमस्ति? अवृत्तित्वम् अपेक्षितमस्ति, किन्तु अत्र वृत्तित्वमस्ति इति कृत्वा एतद् साधारणहेतोः चित्रं भवति इति उक्तम्. ओ, द्वितीयांशः न भवति. हा, द्वितीयांशः न भवति. तर्हि अद्यतनवर्गे किम् अस्माभिः अधीतम् इति चेत् व्याप्यम् आरम्भतः पुनस्मारणाय अहं वदामि. हेतौ द्वौ गुणौ भवेत्, पक्षधर्मता अपि च व्याप्तिः. तर्हि व्याप्तौ तत्र व्याप्तौ तत्र व्यापकः भवति, व्याप्यः भवति. व्याप्यस्य लक्षणं किम् इति चेत् साध्यसामानादिकरण्यं साध्य अभावत् वृत्तित्वम् उभयमपि यस्मिन् व्याप्ये अस्ति सः व्याप्यः सद्व्याप्यः. उभयमपि यस्मिन् नास्ति सः विरोधः, तादृशहेतुः विरोधः इति नाम. साध्यसामानादिकरण्यं नास्ति चेत्, केवलं साध्यसामानादिकरण्यम् एव नास्ति चेत् तादृशहेतुः व्याप्यः असाधारणः. यदि साध्य अभावत् अवृत्तित्वम् एव नास्ति तादृशव्याप्यः हेतुः साधारणः इति तावत् अवगतं. तदेव अस्मिन् वर्गे पठितमस्ति. अस्तु, अत्र स्थगयेम. सर्वे समयः जातः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.